गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वरः गुरु साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लक्षणं लक्ष्यं च इति नूतनविषयः एतावत् वयम् उद्देशग्रन्थे ये विषयाः आसन् तान् पठितवन्तः तत्र केवलं परिचयत्वेन तत्र के पदार्थाः लोके सन्ति इति उक्तं किन्तु इदानीं तत्र लक्षणभागे तत्र प्रत्येकं पदार्थं स्वीकृत्य तस्य निरूपणं कुर्मः अस्मिन् भागे नाम निरूपणं नाम लक्षणं तस्य लक्षणं किं कथं भिन्नम् अस्ति एषः पदार्थः कथं भिन्नः अस्ति अन्यत् पदार्थात् इति इति अन्यात् पदार्थात् इति विषयः इदानीं तत्र आदौ तत्र पद्माभगिन्याः उपस्थापनं वर्तते तर्हि पद्माभगिनी कृपया अस्तु जि वयं यत् इतः पर्यन्तं पठितवन्तः तद् उद्देशभागः इति कथ्यते उद्देशभागः इत्युक्ते नामकरणं ये ये पदार्थाः लोके सन्ति अर्थात् नवद्रव्याणि विषये वयं पठितवन्तः इदानीं लक्षणग्रन्थः इति भागं प्रति वयं सरामः अत्र प्रथमम् अस्ति द्रव्यनिरूपणम् उद्देशग्रन्थ अनुसारेण प्रथमं पृथिवी निरूप्यते तत्र गन्धवती पृथिवी इति मूलग्रन्थे दत्तमस्ति अर्थात् लक्ष्यभूतायाः पृथिव्याः लक्षणं गन्धः इत्युच्यते लक्ष्यम् इत्युक्ते किं लक्षणम् इत्युक्ते किम् इति ज्ञात्वा तदनन्तरम् अग्रे सरामः लक्ष्यम् इत्युक्ते यस्य पदार्थस्य विषये अस्माकं जिज्ञासा अस्ति तत् पदार्थः लक्ष्यम् इति कथ्यते उदाहरणार्थं वयं गोपदार्थं पश्यामः चेत् गौः लक्ष्यं तर्हि लक्षणम् इत्युक्ते किं लक्ष्यपदार्थे किमपि वैशिष्ट्यम् आकारे स्यात् अथवा लक्ष्यपदार्थस्य किमपि गुणे वैशिष्ट्यं स्यात् तद्वैशिष्ट्यं सजातीयेषु सर्वत्र अनिवार्येण भवितव्यम् इति प्रथमांशः द्वितीयांशः तु विजातीयेषु निश्चयेन मा भवितव्यम् इति उदाहरणार्थं गौः इति पदं वयं स्वीकुर्मः अस्माभिः गौः ज्ञातव्या अस्ति चेत् गौः लक्ष्यं भवति अनन्तरं गोः लक्षणम् अस्ति साक्षात् गोः गलात् लम्बमानं मृदु त्वक् भागः सास्ना इति उच्यते सर्वासु गोषु सास्ना अवश्यं भवति निश्चयेन अस्ति सर्वासु गोषु गोत्वमपि भवति अतः यत्र यत्र गोत्वं भवति तत्र तत्र सास्ना अपि भवति अर्थात् सजातीयेषु सर्वत्र सास्ना अनिवार्येण भवति अनन्तरं विजातीयेषु माभूत् इति अर्थात् गजः अश्वः दर्धभः सिंहः उष्ट्रः इत्यादयः विजातीयपदार्थाः तेषु सास्ना इति अवयवभागः निश्चयेन नास्ति अतः अन्ततः गोः लक्षणं सास्ना अथवा गौः सास्नावति गौः इति वक्तुं शक्यते धन्यवादः बहु समीचीनमस्ति भगिनी धन्यवादः हा उत्तमं हा अस्तु अतः तत्र यत् अस्मिन् पुटे अस्ति पुटसङ्ख्या अस्ति 37 अस्मिन् पुटे यदस्ति सम्यक्तया प्रतिपादितवती भगिनी हा उत्तमम् अस्तु अतः तत्र सर्वेषां मनसि तत्र सम्यक्तया स्थापितं भवति इति मन्ये अतः तत्र लक्षणभागः प्रथमभागः तत्र प्रथमवाक्यं तत्र स्थूलक्षरे यत् दत्तमस्ति तदस्ति पृथिव्याः लक्षणं लक्षणं नाम किम् एतत् सर्वं वर्णितम् अस्ति अस्माभिः पठितम् अपि तत्र गतवर्गे किन्तु एतत् वाक्यं लक्षणवाक्यम् अपि तत्र एषः विषयः गभीरः इति कृत्वा पुनरेकवारम् एतदेव पुटं स्वीकृत्य पठित्वा अग्रे सरामः, तर्हि अन्य कोऽपि तत्र किञ्चित् पठतु अपि प्रतिपादयतु, तत्र या यः अथवा या तत्र गतवर्गे नासीत् अथवा न पठितवती एतद् भागं तत्र, अस्तु नीता भगिनी तत्र किञ्चित् आरम्भं कर्तुम् इच्छति वा? आं महोदय, अत्र प्रथमवारं पठामि वा? तत्र गन्धवती पृथिवी द्रव्यनिरूपणं, द्रव्यनिरूपणम् इति आरभ्य द्रव्यनिरूपणम् उद्देशग्रन्थानुसारेण आदौ पृथिवीं निरूपयति, तत्र गन्धवती पृथिवी, सा द्विविधा नित्या अनित्या च, नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनः त्रिविधा शरीरेन्द्रियविषयभेदात्, शरीरम् अस्मादादीनाम्, इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति, विषयो विषयो मृत् पाषाणादि इति गन्धः. अत्र उद्देशग्रन्थानुसारेण पृथिवी विषये पृथिव्यां लक्षणमस्ति. उद्देशग्रन्थे वयं किं कृतवन्तः? तत्र उद्देशग्रन्थे आरम्भे नवद्रव्याणि कानि इति उक्तवन्तः खलु? आम् आम्, नवद्रव्याणि कानि, तत्र प्रथमद्रव्यम् अस्ति पृथिवी. पृथिवी हा, नवद्रव्याणि कानि, तस्मिन् प्रथमम् अस्ति पृथिवी. तत्र गन्धवती पृथिवी इत्युक्ते पृथिव्यां लक्षणमस्ति, पृथिव्यां गन्धः अस्ति, अतः पृथिव्यां गन्धवती, अतः तत्र वती नाम मतु, मतुप्रत्यय तत्र मतवान् विशेषणमस्ति गन्धवती पृथिव्यां गन्धवती इति विशेषणं. सा द्विविधा, सा द्विविधा, सा पृथिवी, पृथिवी पृथिवी द्विविधा अस्ति, नित्य अनित्य, नित्य अस्ति अनित्य अपि अस्ति. यदि पृथ्वी अपि अस्ति, नित्य पृथ्वी पदार्थः अथवा नित्य पार्थिवपदार्थः, तत्र पार्थिव नाम पृथ्वी सम्बद्धपदार्थः, पार्थिवपदार्थः नित्यः पार्थिवपदार्थः अपि अस्ति, अनित्य पार्थिवपदार्थः अपि अस्ति. नित्यपार्थिवपदार्थः अनित्यपार्थिवपदार्थः, यदि नित्य इति चिन्तयामः चेत् तत्र परमाणुरूपा इत्युक्ते यदि पाषाणखण्डाः तत्र विभाजनं यदि वयं कुर्मः तत् परमाणु इत्युक्ते स्मालेस्ट् अन्तिम अन्तिमरूपं चर्म तत्र खण्डाः वयं परमाणवः इति वदामः, परमाणुरूपा. यदि अनित्या इति वदामः तत् पदार्थस्य कारणं कार्यम्, अनित्या कार्यरूपा, कारणं कार्यं किम् अस्ति तत् अनित्य इति उच्यते. यतोहि तत्र यदि उदाहरणार्थं किञ्चित् वदतु तत्र कार्यरूपा कीदृशं, तत्र यदि घटः अस्ति चेत् तत्र घटः अनित्यपदार्थः वा नित्यपदार्थः वा? घटः अनित्यपदार्थः. हा, यतोहि कोऽपि अथवा कापि तत्र घटं कृतवान् अथवा कृतवती, अतः तत्र घटः कार्यं भवति, घटस्य कार्यं भवति, घटः एव कार्यं भवति, घटः एव कार्यं भवति, घटः एफेक्ट् अस्ति, कोऽपि अथवा कापि घटं निर्मितवान् अथवा निर्मितवती, अतः तत्र कार्यं, घटः कार्यं भवति. यद्यत् कार्यमस्ति तत्सर्वं तस्य अनित्यपदार्थः, पार्थिवपदार्थः इति भवति. अग्रे आम्, पदार्थस्य कारणं कार्यमस्ति अस्ति चेत् अनित्यपदार्थः, अनित्यमस्ति, पुनः त्रिविधा अनित्य त्रिविधाः शरीरम् इन्द्रियं विषयः शरीरेन्द्रियविषयभेदात् तत् शरीरम् इत्युक्ते देहः अस्माकं देहः इति इन्द्रियम् इन्द्रिये विषये अत्र लिखितमस्ति इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति इत्युक्ते इन्द्रियं घ्राणं गन्धस्य घ्राणं करोति तत् नासिका नास्ति किन्तु नासिकायाः अग्रभागे अग्रभागे अस्ति अग्रभागे नासिकायाः अग्रभागे वर्तते तत्र एव वर्तते अपि तत्र दत्तमस्ति तत्र अस्माकम् अनेकानि इन्द्रियाणि सन्ति किन्तु पार्थिव इन्द्रियम् इति तत्र पार्थिव इन्द्रियम् एकमेव तदस्ति गन्धग्राहकं यद् घ्राणि इन्द्रियम् इति वदामः तद् एकमेव तत्र पार्थिवपदार्थः अन्यानि इन्द्रियाणि तत्र जलेन्द्रियाणि इति तत् तादृशं भवति किन्तु पार्थिव इन्द्रियम् एकमेव घ्राणं घ्राणेन्द्रियम् पार्थिव इन्द्रियेषु केवलम् एकमेव यत् गन्धस्य घ्राणं करोति तदेव तत् नासिकायाः अग्रभागे वर्तते विषयो मृत् पाषाणादि अत्रापि मृत् इत्युक्ते पार्थिव तत् मृत् पाषाणादि विषयः तत्सर्वम् अनित्यपदार्थाः इदानीं तत्र एतत् एतानि वाक्यानि वयं पुनः पठामः धन्यवादः भगिनि पुनः पठामः लक्षणम् अस्ति इति गन्धवती पृथ्वी इति लक्षणवाक्यमस्ति अतः तत्र मूलविषयः अस्माकं तत्र गन्धवती पृथ्वी इति वाक्यम् अस्तु समीचीनं भगिनि धन्यवादः धन्यवादः अग्रे अस्तु अग्रिमभागे तत्र जयलक्ष्मी भगिनी तत्र एतत् पुटं वयं पठितवन्तः किन्तु पुनः एकवारं तत्र शीघ्रतया किञ्चित् प्रतिपादयति वा अग्रिमभागे गन्धलक्ष्मीभूतायाः नमस्ते महोदय पठामि नमस्कारः भगिनी गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इत्युक्तं तत्रादौ किं लक्ष्यम् इति निरूप्यते विज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यम् इति शास्त्रे व्यवह्रियते तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात् एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणम् इति उच्यते यथा केनचित् गौः अस्मिन् पुटे पृथ्वी इत्यस्य लक्षणमस्ति गन्धवती पृथ्वी इति उक्तम् अत्र लक्ष्यं किम् इति अत्र निर्दिश्यते गन्धः लक्ष्यभूतायाः पृथिव्याः लक्षणम् इति उक्तमस्ति इत्युक्ते पृथिव्याः लक्षणमस्ति गन्धः इति उक्तम् अत्र लक्ष्यं किम् इति निरूप्यते अत्र जिज्ञासितः इत्युक्ते ये ज्ञातुम् इष्टः कश्चित् पदार्थः अस्ति तत् शास्त्रे लक्ष्यम् इति नाम अस्ति तत्र एतदपि वक्तुं शक्नुमः तत्र खलु तत्र कथं जिज्ञासितः इति ज्ञातुम् इष्टः समानार्थक सनन्तप्रत्ययः तत्र ज्ञादातुः जिज्ञासा सन् प्रत्ययः आगच्छति ज्ञाधातुः सनन्तप्रत्यय स्वीकृत्य जिज्ञासा इति आगच्छति तदनन्तरं तत्र क्तप्रत्ययः नाम ज्ञातुम् इष्टः तत्रापि क्तप्रत्ययः क्तप्रत्ययः एव अस्ति खलु ज्ञातुम् इष्टः तत्रापि क्तप्रत्ययः जिज्ञासितः अपि क्तप्रत्ययः अतः समानार्थकः अस्तु अग्रे तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्। इत्युक्ते कश्चन पदार्थः स्वीक्रियते चेत् तस्य स्वभावः न चेत् तस्य कश्चित् वैशिष्ट्यम् अस्ति, गुणः अस्ति, तत् आधारीकृत्य समानजातीयाः यावन्तः समानता अस्ति तदेव तस्य लक्षणं इति वक्तुं शक्नुमः। एवं लक्ष्यविजातीयाः ये तेषु मा भूत् इति अपि तस्य अर्थः भवति। इत्युक्ते यत्र यत्र तस्य समानगुणः न चेत् वैशिष्ट्यम् अस्ति तत्र एव तत् लक्षणमपि तिष्ठते, तत्र एव तत्समान लक्ष्यं भवति इति भावयामि महोदय। हा अस्तु, अतः तत्र एतत् स्वीकुर्मः भगिनि, तत्र पुस्तकम् इति लक्ष्यम् इति चिन्तयामः, पुस्तकं किम् इति तस्य निरूपणं कर्तुम् इच्छामः। तत्र किं भवति वयं तत्र लक्ष्यम् इति पुस्तकं लक्ष्यसामान्यं कुत्र वर्तते तत् लक्षणम् इति उच्यते, लक्ष्यम् इति लक्ष्यसामानम् लक्ष्य। अतः तत्र जातिः का तत्र भवति, पुस्तकम् इति अस्ति चेत् तत्र जातिः का समानगुणः यत् अस्ति तत् लक्षणमिति नास्ति, केवलं तत्र केवलम् इदानीं पुस्तकस्य लक्षणमिति स्थापित इति कर्तुम् इच्छामश्चेत् यः गुणः अथवा वैशिष्ट्यं केवलं अस्मिन् पुस्तके अस्ति इति चिन्तयामः वा अथवा अन्येषु अपि किं किमपि भवेत् इति समानजाति समानजाति पुस्तकमिति उदाहरणे समानजातीयाः के भवन्ति, अन्यपुस्तकानि अपि भवन्ति, हा सर्वाणि पुस्तकानि, अतः तत्र पुस्तकत्वम् इति जातिः खलु, हा पुस्तकम् इति जातिः, समानजातीयाः लक्ष्यसमानजातीयः नाम सर्वाणि पुस्तकानि अतः सर्वाणि पुस्तकानि यावन्ति सन्ति तेषु सर्वत्र लक्षणं वैशिष्ट्यं भवेत्। अपि अग्रिमभागः एवं लक्ष्यविजातीयाः नाम पुस्तकं विहाय अन्यत्र पुस्तकम् अथवा पुस्तकानि विहाय, हा पुस्तकानि विहाय अन्यत्र तु सर्वाणि पुस्तकानि, हा वदतु भगिनि, समीचीनम्। एवं लक्ष्यविजातीयाः ये तेषु मा भूत् सः तल्लक्षणम् इति उच्यते। इत्युक्ते यत्र पुस्तकानि सन्ति तत्र यत् समान इत्युक्ते पुस्तकानां विषये यत् वैशिष्ट्यम् अस्ति तादृशवैशिष्ट्यम् अन्यत्र नास्ति इति अत्र लक्ष्यविजातीयाः इत्यस्य अर्थः इति भावयामः। नाम सर्वेषु पुस्तकेषु भवेत्, केवलम् अस्मिन् पुस्तके अस्ति, अन्यस्मिन् पुस्तके अस्ति, किन्तु तृतीये पुस्तके नास्ति चेत् तद् लक्षणं न भवति। सर्वेषु पुस्तकेषु भवेत्, अपि द्विजातीयेषु मा नाम यत्र पुस्तकं नास्ति चेत् तत्र मा भवेत् मा भूत् इति विहाय अन्यत्र एतत् लक्षणं न प्रतिपादयितुं शक्यते, तादृशसन्दर्भे तत् लक्षणं न भवति। लक्षणं नास्ति चेत् तत्र न्यायरीत्या वयं कथं वदामः लक्षणं नास्ति इति, किमपि नास्ति इति तत्र न्यायशास्त्रे पदम् अस्ति किमस्ति अस्ति इति चेत् अभावः अन्येषु पदार्थेषु विजातीयेषु भवेत् खलु, लक्षणस्य अभावः भवेत्, लक्षणस्य अभावः सर्वेषु विजातीयेषु भवेत् खलु भगिनि, आम् महोदय, लक्षणं सर्वेषु समानजातीयेषु भवेत्, अपि लक्षण अभावः लक्ष्यविजातीयेषु भवेत् येषु भवेत्, समीचीनं, धन्यवादः भगिनि, अस्तु अग्रे प्रेमलता भगिनि अग्रे पठतु, धन्यवादः महोदय, धन्यवादः भगिनि, यथा केनचित् गौः ज्ञातव्या अस्ति सा तस्य ज्ञातव्यम् अस्ति ज्ञातव्या अस्ति सा तर्हि ज्ञाता लक्ष्यं गौः ज्ञातव्यं ज्ञातव्यम् इति इच्छा अस्ति चेत् सा इच्छा लक्ष्यं भवति सा गौः लक्ष्यं भवति ज्ञातव्या ज्ञातव्या अस्ति अतः तत्र गोः गौः अस्ति अतः तत्र वयं गोः विषये ज्ञातुम् इच्छामः अतः तत्र गौः अस्माकं लक्ष्यं भवति अस्तु तस्याम् अस्ति शासनपदार्थः इति शासनपदार्थः कः इति तत्र पद्मभगिन्या सम्यक्तया प्रतिपादितमस्ति अतः तत्र वयं जानीमः शासनपदार्थः कः इति अस्तु अतः सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति गोजातीयेषु सजातीयेषु समानजातीयेषु गो गौ गविगोत्वं इति वर्तते धर्मः यावत्सु जातीयेषु सजातीयेषु तत् अवश्यं भवति समीचीनं तत्र गोत्वाश्रयः तत्र गोत्वाश्रयः इति अस्ति गोत्वाश्रयः नाम कः गोत्वाश्रयः गौः अस्ति गौः अस्ति यतोहि तत्र गोत्वं गवि एव भवति अस्ति समीचीनं गोत्वं गवि एव भवति अथवा गोषु एव भवति इति कृत्वा गोत्वाश्रयः तत्र गावः एव भवन्ति अतः तत्र अतः तत्र भवन्ति अतः तत्र वयम् एतावत् किम् उक्तवन्तः तत्र लक्ष्यसमानजातीयेषु सर्वत्र भवति शासनपदार्थः अपि अग्रे गोविजातीयेषु गोत्वाभाव गोत्व अभावश्रयेषु महिष्यादिषु नैव अस्ति गोत्व असमान जातीयेषु विजातीयेषु यथा अश्वः अस्ति महिष अस्ति तेषु एतत् शासना इति असाधारणधर्मः न वर्तते तत्र गोत्वाभाव आश्रयः नाम किं गोत्वाभावान् ये अश्व महिषादिषु गोत्वं गोत्वं नास्ति अतः गोत्वाभाव अस्ति गोत्वाभावः अस्ति तेषु गोत्वाभावः अस्ति अतः तत्र यत्र गोत्वं नास्ति तत्र वयं वदामः अस्तु तत्र गोत्वस्य अभावः अस्ति गोत्व अभावः यत्र अस्ति सः पदार्थः किं भवति आश्रयः भवति खलु यतोहि अधिकरणम् अस्ति तत्र अभावः अत्र अस्ति इति वदामश्चेत् तत्र अभावः आदेयः तत्र यत्र नास्ति इति वदामः तत्र सः अधिकरणम् आश्रयः अत्र तत्र नाम अश्वे गोत्वं नास्ति खलु अश्वे गोत्वम् अस्ति वा नास्ति अतः अश्वे गोत्वाभावः अस्ति अतः अश्वः किं भवति गोत्वाभावस्य आश्रयः अतः तत्र गोविजातीयेषु नाम गोत्व अभाव आश्रयेषु इति एव समानार्थकं तत्र सर्वत्र किं नास्ति नैव अस्ति इति किं नास्ति तत्र गोत्वम् अश्वमहिष न गोत्वं नास्ति इति न अग्रे तत्र शासनपदार्थः नास्ति शासनपदार्थः तत्र नास्ति इति समीचीनम् अतः पठामि वा अग्रे? पठतु पठतु भगिनि. हा सम्पूर्ण तादृशं च शासनपदार्थः दृष्ट्वा तद्वती या सा कौ इति वेत्ति. शासनपदार्थः दृश्यते चेत् तद्वती गो इति अहं वयं ज्ञातव्यं वयं ज्ञातुं शक्नुमः. समीचीनं. हा समीचीनम्. अतः तत्र शासनपदार्थः सर्वेषु गोषु वर्तते, अपि तत्र गोविजातीयेषु कुत्रापि न भवति. अतः तत्र यत् पूर्वं वयं पठितवन्तः तत्र लक्ष्यसमानजातीयेषु सर्वत्र स्यात्, अपि विजातीयेषु कुत्रापि न स्यात् इति. तत् अत्रापि समन्वयः भवति इति कृत्वा शासनपदार्थः तत्र गोः लक्षणम् इति वयं पदार्थः विशिष्टपदार्थः इति गो लक्षणम् येन स्वीकर्तुं शक्नुमः. केवलं तत्र एकमेव पदम् अस्ति भगिनि, तद्वति नाम किं तत्र किञ्चित् तत् नाम किम् अत्र तद्वति इति पदमस्ति? समीचीनं. तत्र तत् नाम किं? तत् नाम शासन इति. हा शासनपदार्थः. समीचीनं. तत् शासनपदार्थः वति नाम यस्यां शासनपदार्थः यस्य वा यस्मिन् वा अस्ति तत्. हा अत्र सा इति स्त्रीलिङ्गे तद्वति, अतः यस्याम् अस्ति सा गोः इति वयं इति ज्ञायते. समीचीनं भगिनि. हा अति समीचीनं. धन्यवादः भगिनि. हा अस्तु अग्रे सरामः तर्हि. धन्यवादः. धन्यवादः भगिनि. अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठितुम् इच्छति वा? योगेन्द्रमहोदय आं पठामि महोदय. तथा च यत् सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तत् लक्षणम्. यः पदार्थः एवंविधः न भवति सः न लक्षणं किन्तु लक्षणाभासः. लक्षणाभासः. लक्षणाभासः. तत्र किम् अस्ति महोदय, किञ्चित् विवृणोतु. सर्वेषु लक्ष्येषु अर्थात् यः लक्ष्य अस्ति तत्र सर्वेषु सः लक्षणः भवति. तस्य वार्ता अस्ति अलक्ष्येषु सः लक्षणः तत् लक्षणं न भवति. शासनपदार्थः अस्ति सः सर्वेषु गोषु, अतः गवी अस्ति तत्र सर्वेषु गवयः अस्ति तत्र भवति, परन्तु गौः न भवति तत् लक्षणं. शासनपदार्थ अश्वेषु न भवति. इदानीं तत्र महोदय केवलं तत्र स्पष्टीकरणार्थं तत्र यदि वयं चिन्तयामः, अस्तु धेनुः अस्ति, धेन् तत्र धेनोः लक्षणं तत्र नेत्रम् इति नेत्रद्वयम् इति स्वीकर्तुं शक्नुमः वा? स्वीकर्तुं शक्नुमः वा नेत्रद्वयं? नेत्रद्वयं तु तत्र गवी भवति खलु. नेत्रद्वयं नेत्रद्वयं गवी भवति खलु. सर्वेषु गोषु सर्वासु गोषु नेत्रद्वयम् अस्ति. तत्र नेत्रद्वयम् इति तत्र लक्षणमिति स्वीकर्तुं शक्नुमः वा? न कर्तुं, यतोहि द्वौ नेत्रे अश्वाभ्यामपि अस्ति, अश्वेषु अपि अस्ति, अश्वे अपि अस्ति, अश्वे अपि अस्ति, अतः तत्र अलक्ष्येषु तत्र भागद्वयमस्ति। अत्र लक्षणमिति विचारे तत्र भागद्वयमस्ति। प्रथमभागः अस्ति सर्वेषु लक्ष्येषु भवेत् खलु, द्वितीयभागं किमस्ति अलक्ष्येषु न भवति हा इति। अतः भागद्वयमपि तत्र तस्य महत्वम् अस्ति। प्रथमभागः सर्वेषु लक्ष्येषु भवेत् अपि अलक्ष्येषु कुत्रापि न भवेत् इति। अत्र नेत्रद्वयमिति स्वीकुर्मश्चेत् तत्र अश्वे अपि नेत्रद्वयमस्ति, अथ तत्र अलक्ष्यम्। अत्र अश्वः लक्ष्यं वा अलक्ष्यं वा? अलक्ष्यम्। अलक्ष्यम्, अतः अलक्ष्ये अपि यदा यदा लक्ष्यं भवति, परन्तु यदा सासना पदार्थः अस्ति तत्तु अश्वेषु नास्ति। हा, अतः अत्र सासनापदार्थः उचितः भवति। तत्र सासनापदार्थः एव लक्षणम् इति स्वीकर्तुं शक्नुमः। हा, इदानीं तत्र द्वितीयवाक्यं पठतु महोदय। यः पदार्थः, यः पदार्थः, प्रश्नः अस्ति, पठतु भगिनि। तत्र लक्षणाभासः लक्षणाभावः, तत्र तयोः पदार्थयोः कः भेदः? लक्षण अभासः तत् अन्तिमपदं खलु भगिनि? आम् आम्, लक्षणाभासः अपि च अलक्षण अभावः कः भेदः? अलक्षण भवत्या अन्तिमपदं यत् उक्तं तत् किमस्ति? अलक्षण लक्षण अभासः वा तत्र अन्तिमं पदं? केवलं लक्षण अभासः। लक्षण अभासः किम् इति इदानीं वदामः। तत्र उदाहरणं योगेन्द्रमहोदय इदानीं वदति भगिनि, एकनिमेषः। लक्षण अभासः किमिति तदेव इदानीं विवृणति सः। यः यः पदार्थः एवं विधः न भवति सः न लक्षणम् किन्तु लक्षणाभासः। सो यः पदार्थः एवं विधः नेत्रद्वयं, वयं नेत्रद्वयम् उदाहरणार्थं नेत्रद्वयम् एतत् नेत्रद्वयं तत्र लक्षणम् अस्ति वा? नास्ति खलु, लक्षणं नास्ति। अश्वेषु नास्ति, अश्वेषु अपि अस्ति। अतः तत्र यः पदार्थः नेत्रद्वयम् इति उदाहरणार्थं तादृशपदार्थः अस्ति, अतः एवं विधौ नाम सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति इति। तादृशं नास्ति चेत् अतः तत्र नेत्रद्वयं तादृशं नास्ति, अतः सः न लक्षणं न नाम नेत्रद्वयं न लक्षणं, किन्तु किमस्ति? लक्षण अभासः। लक्षण अभासः इति उच्यते, इति उच्यते। लक्षण अभासः नाम लक्षणम् इव भासते, भासते नाम प्रतीयते, दृश्यते, किन्तु तद् लक्षणं नास्ति। वस्तुतः लक्षणं नास्ति, किन्तु लक्षणम् इति दृश्यते। किन्तु सूक्ष्मदृष्ट्या यदि पश्यामः वयं जानीमः, अस्तु अस्तु वयम् एतद् लक्षणम् इति चिन्तितवन्तः, किन्तु तद् लक्षणं नास्ति इति। अतः तत्र क्रियते लक्षणम् इव भासते इति, तत् लक्षण अभासः। अतः तत्र सासनापदार्थः लक्षणं भवति, नेत्रद्वयं लक्षणं भवति वा? लक्षणं नास्ति। तत्र लक्षणम् इति भवति वा? न श्रुतवान् महोदय। पादचतुष्टयं तद् लक्षणम् इति भवति वा? न न भवति, परन्तु लक्षणाभासः भवति। तत्र पादचतुष्टयमपि लक्षणाभासः, नेत्रद्वयमपि लक्षणाभासः इति। अतः तत्र अनेके पदार्थाः सन्ति तत्र ये लक्षणं न भवितुम् अर्हन्ति। अतः तत्र लक्षणम् इति अस्ति चेत् प्रायशः एकम् एव भवेत्, किन्तु तत् सः पदार्थः लक्षणम् इति किं पदार्थं किं गुणम् अथवा वैशिष्ट्यम् इति तत्र तस्मिन् विषये किञ्चित् चर्चा भवेत् एव, नो चेत् तत्र यदि तत्र अस्माकं मूलविषयः अस्ति तत्र पृथ्वी, पृथिव्याः लक्षणम् इति तत्र किं भवेत्? यत् सर्वेषु पार्थिवपदार्थेषु भवेत्, अपि यः पदार्थः पार्थिवपदार्थः नास्ति, नाम पृथ्वी नास्ति, तत्र एतद् लक्षणं न भवेत्। तादृशं गुणम् अथवा वैशिष्ट्यमेव तत्र लक्षणम् इति भवितुम् अर्हति इति एतावत् उक्तम्। अस्तु महोदय, तत्र अग्रे अपि पठितुम् इच्छति वा? इदानीं तत्र लक्षण अभासः नाम लक्षणम् इति भासते, किन्तु साक्षात् लक्षणं नास्ति, तत्र तादृशं नास्ति चेत् तत्र लक्षणं नास्ति इति कृत्वा लक्षण अभासः, यत् लक्षणं तत्र नेत्रद्वयम् इति स्वीकृतवन्तः, तत्र कोऽपि दोषः भवेत् येन सः लक्षणं नास्ति। अतः तत्र कीदृशः दोषः इति, तत्र दोषस्य त्रैविध्यं वर्तते, अतः तत्र प्रथमः अस्ति अव्यापि दोषः। अस्तु, अग्रे पठतु महोदय। प्रश्नः अस्ति, वदतु भगिनि। अभास वा आभास? आभास, क्षम्यताम्, आभास, आभास महोदय। एकनिमेषः, तत्र लक्षणाभासः, तत्र भ्रान्ततर्कः इति आभासस्य पर्यायवाचकशब्दः इति भ्रान्ततर्कः सम्यक् अस्ति भगिनि। क्षम्यतां, तत्र अहम् अनेकवारं तत्र वर्गे उक्तवान्, किन्तु हेत्वाभासः हेत्वाभासः इति आगच्छति, किन्तु सत्यं तत्र मम मनसि अभासः वा आभासः, प्रायशः आभासः एव समीचीनम्, आभासः एव प्रायशः समीचीनम्। धन्यवादः भगिनि, भवती सहायं कृतवती, धन्यवादः भगिनि। आभासः एव समीचीनं भवेत्। अस्तु अस्तु, योगेन्द्रमहोदय अग्रे। अव्यक्तिदोषः, कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते, किन्तु केषुचित् एव, सः अव्याप्तः इति उच्यते। यथा गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तम्, इदं च श्वेतरूपं गोजातीयायां श्वेतगवि एव वर्तते, कृष्णगवि नास्ति इति तत्र अव्याप्तिः इति लक्षणदोषः भवति। हा, समीचीनम्, अस्तु, तावत् वदतु महोदय। पदार्थे सर्वेषु लक्षेषु यः कश्चित् लक्षणमस्ति, स सर्वेषु लक्षेषु अपि नापि भवति, तदा तत् लक्षणम् अव्याप्तिदोषः इति उच्यते। यदा धेनुः अस्ति, एका धेनुः श्वेत धेनुः वर्णः श्वेतः अस्ति, परन्तु अन्या धेनुः अस्ति लक्ष्य अस्ति, तस्य वर्णः। महोदय, तत्र कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते नाम किम्? तत्र नेत्रद्वयम् इति उदाहरणार्थं स्वीकरोतु, तत्र सर्वेषु लक्ष्येषु वर्तते वा नेत्रद्वयम्? आम् वर्तते। अतः तत्र सर्वेषु वर्तते, अतः तत्र नेत्रद्वयम् इति लक्षणं नास्ति इति उक्तवन्तः खलु? आम्, नेत्रद्वयं लक्षणं नास्ति, यतोहि अलक्ष्येषु अपि वर्तते। हा, अतः तत्र नेत्रद्वयम् इति तत्र सर्वेषु लक्ष्येषु वर्तते, अतः तत्र एषः तत्र नेत्रद्वयम् अव्याप्तिदोषः अस्ति वा नेत्रद्वये? नेत्रद्वये अव्याप्तिदोषः नास्ति। नास्ति, हा, अतः तत्र इदानीम् अतः तत्र अन्यत् उदाहरणं स्वीकृतमस्ति, तत्र श्वेतरूपं, श्वेतरूपम् इति अस्ति, श्वेतरूपम् इति तत्र गोषु श्वेतरूपं वर्तते वा? गोषु श्वेतरूपं वर्तते, परन्तु सर्वेषु लक्ष्येषु व्याप्तः न अस्ति, अतः सर्वासु, अतः सर्वासु गोषु श्वेतरूपं नास्ति, किन्तु तत्र गोषु वर्तते श्वेतरूपं, तत्र अतः तत्र यः पदार्थः न सर्वेषु लक्ष्येषु वर्तते, किन्तु केषुचित् एव वर्तते, सः पदार्थः अव्याप्तः इति उच्यते। अव्याप्तः नाम सर्वत्र न वर्तते, सर्वत्र तस्य वृत्तिः वृत्तित्वं नास्ति सर्वेषु लक्ष्येषु तस्य वृत्तित्वं नास्ति इति चेत् अव्याप्तः पदार्थः इति वदामः उदाहरणार्थं तत्र गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तं नाम सः किं वदति गोः श्वेतरूपं सर्वेषु धेनुषु तत्र न केवलमेतद् वाक्यं गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तं नाम गोः लक्षणं गोः इति षष्टी अस्ति षष्टिविभक्ति खलु गोः इति प्रथमविभक्ति गोः इति षष्टि गौः गौः इति प्रथमविभक्ति एकवचनरूपं गौः गावः बहुवचनं तत्र गोः इति षष्टि अस्ति तत्र धेनुः इति अस्ति पदं तस्य षष्टि अस्ति वदति वा हा तादृशं तत्र गौः इति प्रथमविभक्त्यन्तम् अपि गोः इति षष्टि अत्र गोः पुनः पठतु महोदय तत्र यथा गोः गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तम् इदं इदं कोऽपि न एतदेव वाक्यं कोऽपि किं वदति गोः श्वेतरूपं लक्षणम् इति सः वदति समीचीनं गोः श्वेतरूपं लक्षणम् इति एतावत् कोऽपि वदति अतः सः किम् उक्तवान् गोः श्वेतरूपं लक्षणं नाम किम् नाम अर्थः कः गोः श्वेतरूपं लक्षणम् इति श्वेतः अस्ति इति हा गोः लक्षणं श्वेतरूपम् इति कोऽपि वदति कोऽपि वदति किं वदति गोः गोः लक्षणं गोः लक्षणं गोः लक्षणं श्वेतरूपम् अस्ति इति कोऽपि वदति भवान् अङ्गीकरोति वा आम् न अहम् अङ्गीना करोमि हा यत् किमर्थं यतोहि यतोहि तत्र कृष्णवर्णेन कृष्णरूपम् अपि भवति गोः हा कृष्ण कृष्णगवि कृष्णगवि नाम कृष्णरूप कृष्णरूपं यत् गवि अपि भवति गवि अपि गवि अपि भवति अतः तत्र सर्वे सर्वासु गोषु श्वेतरूपं नास्ति किन्तु केषुचित् गविषु भवति लक्ष्येषु भवति अतः तत्र गोषु भवति श्वेतरूपं किन्तु सर्वत्र न भवति इति कृत्वा तत्र श्वेतरूपं लक्षणं न भवति तत्र लक्षणं श्वेतरूपम् अव्याप्तः अस्ति सर्वेषु लक्ष्येषु नास्ति अव्याप्तम् अव्याप्तम् अस्ति श्वेतरूपं तत्र अतः तत्र श्वेतरूपम् अव्याप्तम् अस्ति अतः तत्र अव्याप्तं श्वेतरूपं लक्षणं नास्ति अतः अव्याप्तं श्वेतरूपं यदस्ति तस्मिन् दोषः अस्ति लक्षणदोषः यतोहि तद् लक्षणं नास्ति अतः लक्षणदोषः अस्ति तत्र श्वेतरूपे अतः कीदृशः दोषः लक्षणदोषः अस्ति अव्याप्तिदोषः इति नामकरणं तत्र अतः अव्याप्तिदोषः लक्षणम् इति चिन्तयामः लक्षणं लक्षणस्य आभासः अस्ति लक्षणम् इव भासते किन्तु साक्षात् लक्षणं नास्ति तादृशः पदार्थः सर्वेषु लक्ष्येषु न भवति चेत् तत्र वयं किं वदामः सः पदार्थः अव्याप्तः अपि तस्मिन् पदार्थे अव्याप्तिदोषः भवति इति अस्तु समीचीनम् इदानीं तत्र पुनः एतदेव किञ्चित् पुनरेकवारं पठित्वा अन्य कोऽपि वदतु तत्र आना भगिनी एतत् परिच्छेदं पठित्वा पुनः एकवारं प्रतिपादयतु एतदेव कश्चित् पदार्थः भवती किम् अवगतवती वदतु तदेव तत्र कोऽपि वदति गोः श्वेतरूपं लक्षणम् इति, इत्युक्ते गोः लक्षणम् एव श्वेतरूपं, परन्तु यत् महोदयेन उक्तं तत्र वयं न अङ्गीकुर्मः, किमर्थं चेत् श्वेतरूपं श्वेतवर्णः श्वेतरूपं सर्वासु गोषु भवितुं नार्हन्ति, तत्र अन्यानि रूपाणि अन्याः वर्णाः अपि भवितुम् अर्हन्ति. तेन इत्युक्ते श्वेतरूपं सर्वासु गोषु न भवति, इत्युक्ते सर्वव्याप्तिः न, श्वेतरूपं सर्वव्याप्तिः न, तत्र व्याप्तं नास्ति, तत्र श्वेतरूपस्य वृत्तित्वं सर्वत्र नास्ति, सर्वत्र सर्वेषु गोषु सर्वासु गोषु नास्ति. तत्र कृष्णवर्णं गवि भवितुम् अर्हति, अतः तत्र श्वेतरूपं किं भवति, श्वेतरूपं लक्षणं नास्ति, अतः तत्र दोषः अस्ति अव्याप्तः, अतः तत्र श्वेतरूपे अव्याप्तिदोषः वर्तते. तत्र श्वेतरूपं दुष्टलक्षणम् इति अपि वक्तुं शक्नुमः, यतोहि सः लक्षणं नास्ति खलु. लक्षणमिव भासते किन्तु लक्षणं नास्ति, लक्षणाभासः, अतः तत्र तस्मिन् दोषः वर्तते. दोषस्य नाम अस्ति अव्याप्ति दोषः. अस्तु, अग्रिमपरिच्छेदं पठित्वा किञ्चित् वदतु भगिनि तर्हि. तत्र इदं च पठितवन्तः वा? प्रकृतचित्रे आहत्य अष्टौ गवः सन्ति, तासु सर्वसु गोत्वम् अस्ति, तत्र प्रथमा द्वितीया चतुर्थी षष्ठी च श्वेतरूपवती, परन्तु तृतीयायां पञ्चम्यां सप्तम्याम् अष्टम्यां च गावि श्वेतरूपं नास्ति, अतः गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः वर्तते, अतः श्वेतरूपं न गोलक्षणं किन्तु अव्यक्तिदोषग्रस्तं लक्षण अभासः. अत्र चित्रे अष्ट गवाः सन्ति, ताः भिन्नवर्णाः सन्ति, काचित् कृष्णवर्णः, काचित् श्वेतवर्णः, काचित् अन्यत् वर्णः सन्ति. इत्युक्ते वयं किं वदामः, तस्य वर्णः तस्सु सः वर्णः इत्युक्ते लक्षणं न, तस्सु गोषु गोत्वम् अस्ति, परन्तु गोत्वं तस्य श्वेतरूपं न, गोत्वम् अन्यत् तत्र गवि तत्र श्वेतरूपं, गवि श्वेतरूपं सर्वासु गोषु न वर्तते इति उच्चित्ररूपेण प्रदर्शितं, तावदेव खलु, तत्र नूतनविषयः नास्ति. हा, इदं केवलं तत्र एकमेव पदमस्ति, तत्र अतः इति आरभ्य तत्र वाक्यमस्ति, एकवारं पठतु. अतः गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः वर्तते. हा, तत्र गोत्ववत्सु इति नाम किं? गोत्ववत्सु तत्र गोत्वा इत्युक्ते गोत्वां, गोत्ववत् इत्युक्ते ये किं, यस्मिन् अथवा यस्य, यस्मिन् अथवा अस्य गोत्वम् अस्ति अथवा तत् गोत्ववत्, गोत्ववत्. अत्र किं तत्र गोत्वं कुत्र भवति गोषु एव भवति. अतः तत्र गोत्ववती नाम गौः एव. गौः एव, गौः एव. अतः तत्र गोषु नाम गोत्ववत्सु. गोत्ववत्सु नाम गोषु. कासुचित् गोषु एव श्वेतरूपस्य अभावः वर्तते. अतः तत्र सर्वासु गोषु श्वेतरूपं नास्ति. अतः तत्र एतद् गोलक्षणमिति चिन्तयामः, किन्तु तत् लक्षणं नास्ति, गोलक्षणं नास्ति, किन्तु लक्षण आभासः, लक्षणम् इव भासते. लक्षणाभासः तत्र अव्याप्तिदोषग्रस्तम्. तत्र ग्रस्तं नाम तत्र पीडितं. तत्र नाम तत्र वयं ग्रस्तं नाम यदि कोऽपि तत्र यः कोऽपि अस्ति तस्य स्वास्थ्यं सम्यक् नास्ति चेत् वयं किं वदामः? रोगग्रस्तं, रोगेण पीडितं. तत्र अव्याप्तिदोषेण पीडितम् एतत् श्वेतरूपम्. अतः तत्र अव्याप्तिदोषः अस्मिन् श्वेतरूपे वर्तते. अतः तत्र दोषः, दोषेण पीडितमस्ति एतत् श्वेतरूपम्. अतः तत्र अव्याप्तिदोषग्रस्तम् अस्ति. तादृशमस्ति चेत् तत्र लक्षण आभासः नाम लक्षणमेव भासते, किन्तु साक्षात् लक्षणं नास्ति इति प्रथमविध दोषः. हा, समीचीनं भगिनी. अत्र कोऽपि प्रश्नः अस्ति वा अन्येषां कृते? अस्तु, समीचीनम्. अस्तु, अग्रे तत्र विध दोषः तत्र सुधा भगिनी अग्रे पठति वा? आं महोदय. अतिव्याप्तिदोषः द्वितीयो दोषः अतिव्याप्तिः. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति, अलक्ष्येऽपि भवति. यथा गोः शृङ्गं लक्षणमुक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते. तावत्पर्यन्तम्. अत्र द्वितीयदोषः अस्ति अतिव्याप्तिदोषः इति. एषः दोषः यस्मिन् भवति. दोषः भवति कस्य दोषः भवति एतत्? अस्तु, अग्रिम वाक्यं पठित्वा वदतु भगिनि. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति, अलक्ष्ये अपि भवति. तत्र एतत् दोषः लक्ष्यपदार्थे अपि भवति, अलक्ष्यपदार्थे अपि भवति, इत्युक्ते सर्वत्र भवति एव. अस्तु, किञ्चित् अत्र भगिनि, तत्र एषः दोषः तस्मिन् भवति यः पदार्थः. अस्तु, यः पदार्थः इति वाक्यं तद्भागं स्वीकरोतु भगिनि. तत्र यः पदार्थः लक्ष्ये भवति, अलक्ष्ये अपि भवति. हा, इति पदार्थः. इदानीं तस्य अग्रिमवाक्यं पठतु इदानीं. तत्र यथा गोः शृङ्गं लक्षणम् उक्तं चेत् तत् लक्ष्यासु गोषु. तत्र गोः शृङ्गं लक्षणम् उक्तं चेत् तत्र किं वदति? कोऽपि किम् उक्तवान् अथवा गोः शृङ्गम् इति लक्षणम् अस्ति चेत् तत् स्वीकुर्मः. तत्र कोऽपि वदति गोः लक्षणं वा? अस्तु, गोः लक्षणं शृङ्गम् अस्ति इति. यदि कोऽपि वदति चेत् भवती अङ्गीकरोति वा? आम्, अङ्गीकरोमि. शृङ्गम् इति लक्षणम् अस्ति चेत् शृङ्गं नाम किम्? शृङ्गं, तत्र शृङ्गद्वयं वर्तते. तत्र तत् लक्षणं वा? न, न, तत् लक्षणं न, सर्वत्र न भवति. सर्वे सर्वत्र भवति, न, न, सर्वासु सर्वासु गोषु भवति अथवा न भवति? आम्, भवति खलु, सर्वासु गोषु भवति. भवति, आम्. अपि लक्ष्यासु गोषु वर्तते शृङ्गम् अपि अलक्ष्येषु अजादिषु अपि वर्तते. हा, अतः किम् अस्ति शृङ्गमिति? शृङ्गमिति सर्वासु गोषु, सर्वासु सर्वासु गोषु वर्तते. तथैव यत् अलक्ष्येषु अजातिषु अपि वर्तते. अन्य अजः अस्ति, अजः अस्ति, महिषः अस्ति, तत्र अपि शृङ्गमस्ति खलु. अत्र अलक्ष्यम् अजः अलक्ष्यमस्ति, महिषः अलक्ष्यमस्ति, तत्रापि शृङ्गं वर्तते. अतः तत्र शृङ्गमिति लक्षणं नास्ति. इदानीं प्रश्नः, तत्र शृङ्गः इति शृङ्गम् इति तत्र तत्र अव्याप्तिदोषः अस्ति वा शृङ्गे? अस्ति अव्याप्तिदोषः, प्रथमविधदोषः. यत् योगेन्द्रमहोदय पठितवान् अपि आना भगिनी पठितवती अव्याप्तिदोषः, तत्र सर्वेषु लक्ष्येषु यः पदार्थः न वर्तते, शृङ्गं सर्वेषु लक्ष्येषु वर्तते वा अथवा न वर्तते? शृङ्गं सर्वेषु लक्ष्येषु वर्तते, अतः अत्र अव्याप्तिदोषः नास्ति. हा, अत्र अव्याप्तिदोषः नास्ति, किन्तु अन्यविधदोषः अस्ति वा? अत्र अतिव्याप्तिदोषः अस्ति. यतोहि समीचीनम्, अतः तत्र लक्षणं नास्ति. अन्येषु लक्ष्येषु अपि अजेषु अपि महिषेषु अपि वर्तते, अतः अत्र दोषः भवति. अपि दोषः अस्ति, अत्र अपि दोषः अस्ति, किन्तु प्रथमविधदोषः नास्ति खलु? आम्, प्रथमविधदोषः नास्ति, यतोहि सर्वेषु लक्ष्येषु वर्तते, अलक्ष्येषु अपि वर्तते. अतः नूतनविधदोषः अस्ति. अतः नूतनविधदोषस्य नामकरणं किमस्ति? अतिव्याप्तिः इति दोषः. अतः शृङ्गम् इति लक्षणं नास्ति. शृङ्गे कीदृशः दोषः वर्तते? अतिव्याप्ति दोषः अस्ति. अतः इदानीं पुनः तत्र द्वितीयो दोषः इति ततः आरभ्य एकवारं पठतु भगिनि. द्वितीयो दोषः अतिव्याप्तिः. इदानीं वयम् अवगतवन्तः खलु अतिव्याप्तिः नाम किम् तत्र इति खलु? शृङ्गं शृङ्गम् इति लक्षणं चेत् लक्षणमिति लक्षणं चेत् अलक्ष्येषु भिन्नजातिषु अपि वर्तते इति तत्र विषयः अस्ति. अतः तत्र शृङ्गम् अलक्षणं नास्ति. शृङ्गं लक्षणाभासः इति वक्तुं शक्नुमः. लक्षणाभासः, लक्षणाभासः इति भवति. समीचीनम्. इदानीं तत्र एषः दोषः इति वाक्यं तत्र एकवारं पठतु भगिनि. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. हा, इदानीं तत्र किञ्चित् विवृणतु. एतद् अतिव्याप्तिदोषः यः पदार्थः लक्ष्ये भवति, उदाहरणमस्ति गोः शृङ्गं लक्षणम् इति अस्ति चेत् तद् गोषु अपि वर्तते, अन्ये जातिषु अपि वर्तते इति एव अत्र दोषः अस्ति. हा, अस्तु, तत्र अस्तु, अन्य कोऽपि वदतु एतस्य वाक्यस्य अर्थः. अस्तु, समीचीनं भगिनि. हा, किन्तु तत्र धन्यवादः भगिनि, किन्तु तत्र सर्वेषां कृते अवगमनम् अभवत् न वा इति तत्र किञ्चित् पश्यामः तर्हि तत्र. अस्तु, एतावत् कः अथवा का न पठितवती तत्र? शोभा भगिनी. आं महोदय. भगिनी, तत्र एषः दोषः इति वाक्यं, हा, किञ्चित् तस्मिन् विषये वदतु भगिनि. आम्, एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्येपि भवति. यथा इदानीं तत्र उदाहरणम् अस्माकम् उदाहरणं किम् अस्ति? गोः शृङ्गम्. हा, तत्र गोः लक्षणं शृङ्गम् इति स्वीकृतवन्तः. इति वाक्यं गोः लक्षणं शृङ्गं तत्र लक्ष्यं किम् अस्ति लक्ष्यं तु गो गौः अस्ति गौः अस्ति गौः लक्ष्यम् अस्ति समीचीनं गौः लक्ष्यम् अस्ति अपि लक्षणम् इति किम् उक्तमस्ति लक्षणम् इति शृङ्गम् इति यदि वदामः लक्षणम् उक्तम् इति अस्माकं चिन्तनमस्ति शृङ्गं लक्षणम् इति अस्माकं चिन्तनमस्ति हा इदानीं शृङ्गमिति अस्माकं पदार्थः शृङ्गमिति अस्माकं पदार्थः तत्र किं भवनीयम् इत्युक्ते लक्ष्ये अपि भवनीयम् अलक्ष्ये अपि भवनीयम् इति एषः दोषः न न अतः एतस्य वाक्यस्य किञ्चित् प्रतिपादनं भवेत् भगिनि हा तत्र शृङ्गम् इति पदार्थः अस्तु तत्र शृङ्गम् इति तत्र यः पदार्थः इति भागमस्ति खलु भगिनि तत्र एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति भवति अस्तु तत्र अर्थः कः अस्य वाक्यस्य तत्र एषः दोषः इत्युक्ते तत्र यदि शृङ्गम् इति स्वीकुर्मः तत्र दोषस्य अतिव्याप्तिः भवति तत्र सर्वत्र भवति इति किल महोदय सत्यं सत्यं किम् अव्याप्तिदोषस्य विरुद्ध विरुद्ध विरुद्ध समीचीनं हा समीचीनं अस्तु अतः तत्र एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति तत्र गौः लक्ष्यम् अस्ति चेत् अन्य कोऽपि अलक्ष्ये अलक्ष्यम् अस्ति यथा अजः इति स्वीकुर्मः अजः इति अलक्ष्यं भवति तत्र अस्तु समीचीनं अतः तत्र लक्ष्ये अपि शृङ्गम् अस्ति अलक्ष्ये अपि शृङ्गम् अस्ति हा समीचीनम् अतः शृङ्गम् इति पदार्थः लक्ष्ये अपि अस्ति अलक्ष्ये अपि भवति अतः तत्र शृङ्गं किम् अभवत् शृङ्गं तद् अधुना तत्र दोषः अभवत् हा इति तत्र एव अतः एव तत्र अतिव्याप्तिदोषः अतिव्याप्तिदोषः इति अस्ति किन्तु अतिव्याप्तिदोषः तत्र एषः दोषः पुनः तत्र किञ्चित् पठतु भगिनि तत्र एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति इत्युक्ते तत्र गौः गोः भवति अस्तु अलक्ष्ये अपि भवति भवति अस्तु तत्र यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति तत्र शृङ्गं शृङ्गम् इति गोषु भवति अजादिषु अपि भवति अतः तत्र शृङ्गम् इति तादृशपदार्थः इदानीं तत्र पूर्वभागं किम् आसीत् एषः दोषः कस्मिन् भवति नाम शृङ्गम् इति अस्ति शृङ्गे एषः दोषः भवति नाम शृङ्गम् इति दोषः वा शृङ्गमेव दोषः वा अथवा शृङ्गं भिन्नं दोषः भिन्नं वा शृङ्गम् एव दोषः इति न तत्र अतिव्याप्ति इति दोषः भवति न न अतिव्याप्ति इति केवलं नामकरणं किन्तु दोषः अपि शृङ्गं तयोः मध्ये कः सम्बन्धः इति प्रश्नः शृङ्गमेव साक्षात् दोषः वा अथवा अन्यत् वा इति शृङ्गमेव साक्षात् दोषः भवति इति मन्ये महोदय नाम तत्र शृङ्गः शृङ्गम् इति पूर्वस्मिन् तत्र नेत्रद्वयं लक्षणं नास्ति लक्षण आभासः लक्षणम् इव भासते किन्तु लक्षणं नास्ति इति कृत्वा दुष्टलक्षणं नाम सम्यक् लक्षणं नास्ति न भवति इति कृत्वा दुष्टलक्षणम् इति अपि वक्तुं शक्नुमः तर्हि तत्र आभासः भवति आभासः भवति किन्तु दुष्टनेत्रद्वयम् इति लक्षण आभासे दुष्टः अस्ति चेत् तस्मिन् दुष्टे दोषः अस्ति इति कृत्वा सः दुष्टः अस्तु नाम अत्रापि अतिव्याप्ति इति दोषः शृङ्गम् इति पदार्थे वर्तते. शृङ्गम् इति पदार्थः साक्षात् दोषः नास्ति. अतिव्याप्ति इति दोषः, अतिव्याप्ति इति दोषः शृङ्गे वर्तते, किन्तु शृङ्गम् इति एव तत्र शृङ्गम् दोषः इति न वक्तुं शक्नुमः. शृङ्गम् एव अतिव्याप्तिः भवति, अतः तत्र न न न शृङ्गम् इति अतिव्याप्तिः न भवति भगिनि. अतः एव तत्र एषः दोषः, अस्तु महोदय, एषः दोषः तस्मिन् भवति. अतिव्याप्ति इति दोषः शृङ्गे भवति, यतोहि शृङ्गम् इति पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. अतः दोषः भिन्नः, यत् यः पदार्थः वयं कोऽपि पदार्थः अस्ति यं वयं स्वीकृतवन्तः, एतद् लक्षणम् एषः लक्षणं भवति इति स्वीकृतवन्तः, किन्तु साक्षात् लक्षणं नास्ति, किन्तु तस्मिन् कोऽपि दोषः वर्तते यतोहि सः पदार्थः लक्षणं नास्ति. अत्र कीदृशदोषः अस्ति अस्मिन् उदाहरणे? अतिव्याप्ति दोषः अस्ति, अतः दोषः भिन्नः पदार्थः भिन्नः. समीचीनं खलु भगिनि? आम् आं महोदय. अत्र लक्षणम् इति शृङ्गं स्वीकुर्मः चेत् तत्र अतिव्याप्तिदोषेन शृङ्गे वर्तते अतिव्याप्तिदोषः इति शृङ्गे वर्तते इति कृत्वा तत्र लक्षणम् इति न भवति. न भवति. इदानीं तत्र नेत्रद्वयम् इति अस्ति, तत्र नेत्रद्वयं नेत्रद्वये कः दोषः वर्तते? तत्रापि अतिव्याप्तिदोषः भवति. हा तत्रापि अतिव्याप्तिदोषः भवति. नेत्राभ्यां भवति अतिव्याप्तिदोषः, अतः तदपि अथवा ते तौ अपि लक्षणं न भवितुम् अर्हति. न भवति. श्वेतरूपे कः दोषः वर्तते? श्वेतरूपे अव्याप्तिदोषः भवति. अव्याप्तिदोषः वर्तते, यतोहि तत्र कश्चित् सर्वेषु लक्ष्ये न सर्वेषु लक्ष्येषु वर्तते, केषुचित् एव इति कृत्वा. समीचीनं, समीचीनम्. अतः तत्र दोषः हेत्वा तत्र दोषः तत्र लक्षणाभासे लक्षणाभासे वर्तते. अतः यदि वर्तते तत्र वयं वदामः लक्षणम् इव भासते, किन्तु साक्षात् लक्षणं नास्ति. यः पदार्थः एवं विधो न भवति इत्युक्ते तत्र सर्वेषु लक्ष्येषु भवति अलक्ष्येषु न भवति तत् इति लक्षणं, किन्तु यः पदार्थः एवं विधो न भवति सः न लक्षणं किन्तु लक्षण आभासः इति. अत्र तत्र लक्ष्ये सर्वेषु लक्ष्येषु भवति अलक्ष्येषु अपि भवति चेत् तत्र दोषः अतिव्याप्ति दोषः. समीचीनं भगिनि, अस्तु धन्यवादः. अस्तु तत्र अग्रे तत्र नरसिंहमहोदय अग्रे पठितुम् इच्छति वा? पठामि महोदय. अतिव्याप्तिदोषः असम्भवदोषः तृतीयो दोषः. न न प्रकृतचित्रे इति वाक्यमपि अस्ति महोदय तत्र. प्रकृतचित्रे सङ्गं यद्यपि सर्वासु कोषु वर्तते परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति, अतः न इदं लक्षणं किन्तु लक्षणाभासः. शृङ्गः इति लक्षणं न केवलं घोषु वर्तते परन्तु अलक्ष्यम् इति अजादव इति अलक्षणमस्ति तत्रापि वर्तते. अतः एतत् अतिव्याप्ति व्याप्तिं केवलं व्याप् तत्र सर्वत्र भवति इति कृत्वा अतिव्याप्तिदोषः भवति, अतः न इदं लक्षणं किन्तु अव्याप्ति तत्र व्याप्तिः इति विषयः अग्रे आयाति. व्याप्तिः नाम सर्वत्र भवति इति, वृत्तित्वं सर्वत्र भवति इति. पूर्वं वयं किं दृष्टवन्तः? अव्याप्तिः नाम सर्वत्र न भवति, वृत्तित्वं सर्वत्र नास्ति. किन्तु अत्र कीदृशः दोषः? सर्वत्र अस्ति किन्तु अधिकजाय अन्येषु स्थलेषु अपि वर्तते, नाम वृत्तित्वं अन्येषु अलक्ष्येषु अपि वृत्तित्वम् अस्ति. अतः अतिव्याप्तिः, व्याप्तिः अस्ति अपि अतिव्याप्तिः तत्र अधिकम् अस्ति, केवलं व्याप्तिः नास्ति अतिव्याप्तिः अधिकम् अस्ति, अतः तत्र शृङ्गे लक्षण आभासः भवति तत्, हा लक्षण आभासः भवति, अधिकम् अधिकम् अस्ति, अतः शृङ्गं दुष्टलक्षणं, लक्षणं साक्षात् लक्षणं नास्ति दुष्टलक्षणम् इति भवति, दोषः अस्ति शृङ्गे, दोषस्य नामकरणमस्ति अतिव्याप्ति, कीदृशदोष नाम अतिव्याप्ति दोषः इति। अस्तु समीचीनं महोदय, इदानीम् अग्रिम पुटे तत्र असम्भव श्वेतरूपम् इति न्यूनम् आसीत्, अत्र शृङ्गम् इति अधिकम् आसीत् इति। अस्तु समीचीनम्, एकचित्रमस्ति तत्र, तत्र तदेव दत्तमस्ति, अष्टगौ सन्ति, अष्टगावः सन्ति, तत्र सर्वेषु शृङ्गः भवति, परन्तु अलक्ष्ये अपि अजे भवति, महिष्ये, महिष्यां भवति, मृगे भवति, मेषे भवति शृङ्गः, व्याप्ति अधिकं भवति, अतः दोषः वर्तते तत्र। भागद्वयम् अस्माकम् अस्ति, लक्षणस्य भागद्वयम् अस्ति, सर्वेषु लक्ष्येषु भवेत् अपि अलक्ष्येषु कुत्रापि, कुत्रापि अलक्ष्येषु मा भूत् इति। अस्तु अग्रे असम्भवदोषः, असम्भवदोषः तृतीयो दोषः असम्भवः, यः धर्मः न कस्मिन्नपि लक्ष्ये भवति तस्मिन् आयाति, यथा केशराः सिंहजटाः गोः लक्षणम् इति उक्तं, तत्र गोजाति गोजातियायां कस्यामपि गवि सः धर्मः नास्ति इति तस्मिन् असम्भवो दोषः। यदि सिंहजटा इति लक्षणं स्वीकुर्मः चेत्, कोऽपि वदति चेत् तत्र कुत्रापि गोषु तत् सिंहजटा न वर्तते, केवलं सिंहेषु वर्तते, अतः एतत् असम्भवदोषः भवति, कुत्रापि न दृश्यते तत्र। केशराः सिंहजटाः नाम किम् अस्ति तत्र, सिंहः यः वर्तते, सिंहः इति पशुः, सिंहस्य लक्षणमस्ति तत्, केशजट सिंहस्य लक्षणमस्ति, तत्र मुखे केशः भवति, हा केश विशिष्टकेशाः भवन्ति खलु, हा तादृशकेशः तत्र गवि भवति वा, कापि तत्र कापि गौः नास्ति यस्यां गवि एतादृशः केशाः सन्ति खलु, सिंहघट इव केशाः न भवन्ति, अतः तत्र लक्ष्ये कुत्रापि न भवति, एषः धर्मः अथवा एषः तत्र लक्षणमिति यत् स्वीकृतवन्तः पदार्थः, तत्र कुत्रापि लक्ष्ये कुत्रापि न भवति, शून्यं भवति, शून्यं भवति अत्र, हा अतः एकत्र न्यून एकत्र अधिक अत्र शून्यम्। असम्भव दोषः इति वदामः तत्र। एतादृशम् अन्यत् किमपि उदाहरणं वदतु महोदय, तत्र यदि तत्र शृङ्गम् इति तत्र पुस्तकस्य लक्षणम् इति कोऽपि वदति चेत् तत्र किम्, पुस्तके शृङ्गे नास्ति अतः असम्भवदोषः वर्तते, दोषः इति भवति, तद् सिंहजटाः इति लक्षण आभासः, साक्षात् लक्षणं नास्ति, सिंहजटाः इति यः पदार्थः तस्मिन् एषः दोषः नाम असम्भवः इति दोषः भवति। अस्तु समीचीनं, धन्यवादः महोदय। अस्तु अग्रे अग्रे धन्यवादः महोदय। तत्र शैलजा भगिनी अग्रे पठितुम् इच्छति वा? आं महोदय, तृतीयदोषः न पूर्वोक्त पूर्वोक्त सस्नारूपधर्मः गवि वर्तते, अतः न सम्भवो दोषः न असम्भवो दोषः, सर्वासु गोषु अस्ति इति नाव्याप्तिदोषः न अव्याप्तिदोषः एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिदोषः इति निर्दुष्टं सास्ना निर्दृष्टं सास्नावत्वं गोः लक्षणमिति उच्यते. किञ्चित् वदति वा भगिनि तत्र पूर्वोक्त धर्मः गवि वर्तते. गवि वर्तते खलु तत्र गवि वर्तते. आम् अतः तत्र शासनपदार्थे दोषः अस्ति वा, असम्भवदोषः अस्ति वा? नास्ति. कदा वदामः असम्भवदोषः अस्ति? पूर्वोक्त शासनलक्षणम् अस्ति, शासनविशेषणलक्षणम् अस्ति. सत्यं, किन्तु कदा वदामः कोऽपि पदार्थः अस्ति तस्मिन् पदार्थे असम्भवदोषः अस्ति इति कदा वदामः? यदि यदि असम्भवः धर्मः कस्मिन् अपि लक्ष्ये भवति तस्मिन् न भवति, कस्मिन् अपि लक्ष्ये न भवति, तदा एव वयं किं वदामः? असम्भवः दोषः अस्ति इति. तत्र इदानीं तत्र एतत् स्वीकुर्मः. तत्र तत्र शृङ्गम् अथवा शासनपदार्थः तत्र पुस्तकस्य लक्षणं भवति वा? न भवति. किमर्थं? किमर्थं शासनपदार्थः किमपि पुस्तके कस्मिन्नपि पुस्तके भवति वा? न भवति. न भवति. अतः तत्र लक्ष्यम् इति पुस्तकं तत्र कुत्रापि लक्ष्ये न भवति चेत् तत्र असम्भवदोषः. केषुचित् भवति, केषुचित् न भवति इति वार्ता नास्ति. कुत्रापि न भवति चेत् असम्भवः दोषः. इदानीं तत्र अतः तत्र शासनपदार्थः पुस्तकस्य लक्षणं न भवति, यतोहि कस्मिन्नपि पुस्तके शासनपदार्थः नास्ति, अतः सः तत्र दोषः शासनपदार्थे दोषः भवति, असम्भवः दोषः इति. यदि लक्ष्यं पुस्तकमासीत् किन्तु इदानीं लक्ष्यमस्ति गौः, तत्र शासनपदार्थः गवि वर्तते, गवि वर्तते इति कृत्वा तत्र असम्भवः दोषः अस्ति अथवा नास्ति? नास्ति. हा, असम्भवः दोषः अत्र नास्ति. अपि सर्वासु अतः अपि सर्वासु गोषु अस्ति, अपि सर्वासु गोषु अस्ति चेत् तत्र अव्याप्तिदोषः अस्ति वा? अव्याप्तिदोषः अपि नास्ति. अपि नास्ति. अव्याप्तिदोषः तत्र श्वेतरूपम् इति यदि स्वीकृतवन्तः तत्र अव्याप्तिदोषः आसीत्, किन्तु शासनपदार्थः इति स्वीकुर्मश्चेत् लक्षणं तत्र अव्याप्तिदोषः नास्ति, यतोहि सर्वासु गोषु शासनपदार्थः अस्ति. अपि अलक्ष्येषु अलक्ष्येषु तत्र अजेषु शासनपदार्थः वर्तते वा? अलक्ष्येषु शासनपदार्थः नास्ति. नास्ति. अतः नास्ति. अतः तत्र शासनपदार्थे अतिव्याप्तिदोषः अस्ति वा? अतिव्याप्तिदोषः नास्ति. अतिव्याप्तिदोषः अपि नास्ति. नास्ति. अतः तत्र यत् लक्षणम् इति वयं कोऽपि पदार्थः अस्ति, एषः पदार्थः एव लक्षणम् इति यदि चिन्तयामः, परिशीलयामः, तत्र असम्भवदोषः अस्ति वा, अतिव्याप्तिदोषः अस्ति वा, अव्याप्तिदोषः अस्ति वा इति परीक्षां कुर्मः. यदि दोषत्रयं नास्ति चेत् तत्र किं भवति? दोषत्रयं नास्ति किं भवति? लक्षणं भवति खलु, यतोहि लक्षणं नाम सर्वेषु लक्ष्येषु भवेत्, अलक्ष्येषु कुत्रापि न भवेत्. सर्वेषु लक्ष्येषु भवेत् नाम अव्याप्तिदोषः नास्ति, अपि असम्भवः दोषः नास्ति. अपि यदि वयं द्वितीयभागः वदामः तत्र अलक्ष्येषु मा भवेत् इति चेत् तत्र अतिव्याप्तिदोषः नास्ति, खलु? अतः एतत् शासनपदार्थे दोषत्रयमपि नास्ति. अतः एषः शासनरूपपदार्थः लक्षणम् इति स्वीकर्तुं शक्नुमः वा? शक्नुमः. अतः तत्र शासनावत्त्वम् इति, तत्र शासनावत्त्वम् इति पुनः तस्य भावः, शासनावत्त्वं नाम शासना. एतत् बहुवारम् आगच्छति, अग्रे पश्यामः. तत्र शासनावत् अत्र किमस्ति? शासनावत् नाम किम्? शासनावत् नाम गवी, गौः. शासनावती, शासनावती नाम गौः. किन्तु शासनावत्त्वम् इति तत्र शासनावत्त्वम् इति तस्य भावः, शासनावत्त्वम् इति तस्य भावः, शासनावत्त्वम् इति अथवा तत्र शासनावत्त्वम् इति धर्मः अथवा भावः, तत् गोः लक्षणम् इति वयं वक्तुं शक्नुमः. अपि एतत् शासनावत्त्वं किमस्ति? निर्दुष्टमस्ति, दुष्टं नास्ति. अतः दुष्टलक्षणं नास्ति, निर्दुष्टलक्षणम् अस्ति, समीचीनं लक्षणम् अस्ति शासनावत्त्वम् इति भवति. अस्तु, समीचीनं भगिनी, धन्यवादः. अस्तु, अग्रे विमला भगिनी, इदानीं तत्र अस्माकं प्रथम आदौ यत् पठितं तत्र गन्धवती पृथिवी इति, तत्र गन्धवती पृथिवी इति लक्षणवाक्यं, तत्र किञ्चित् वदतु भगिनी. तत्र गन्धवती पृथिवी इति अस्ति, गन्धः लक्षणभूतायाः पृथिव्याः लक्षणम् इति उक्तं, तद् वाक्यं किञ्चित् प्रतिपादय, तस्य विषये किञ्चित् वदतु भगिनि. इत्युक्ते पृथिवी प्रभातेषु अन्यतमः अस्ति, तस्याः लक्षणं गन्धमिति उच्यते. गन्धः इति वयं जले, तत् समीचीनं वा? गन्धः इति पृथिव्याः लक्षणम् इति समीचीनं वा इति भासते महोदय, यतोहि अतः वदतु. अन्येषु पदार्थेषु न वर्तते इति भासते, यथा आकार. तत्र गन्धः इति तत्र सर्वत्र वर्तते, तत्र सर्वत्र वर्तते वा गन्धः? पार्थिवपदार्थेषु सर्वत्र वर्तते वा? पार्थिवपदार्थेषु वर्तते, वर्तते तत्र सर्वत्र, तत्र सुगन्धः अथवा सुरभिगन्धः इति सर्वत्र न वर्तते, दुर्गन्धः अपि भवति, किन्तु गन्धः पार्थिवपदार्थेषु. इदानीं तत्र जले, तत्र जले अपि गन्धः भवितुम् अर्हति खलु, परन्तु तद् मलिनं जलम् अस्ति चेत् तत्र तत्र शुद्धजले, शुद्धजले नास्ति, शुद्धजले नास्ति, शुद्धजले नास्ति, किन्तु मलिनजलं, मलिनजले मालिन्यम् अस्ति नाम तत्र किं भवति, तत्र पार्थिवपदार्थेन मिश्रणं संयोगः यदि भवति चेत् तदा एव तस्य तदापि गन्धः सम्भवति, गन्धः आगच्छति. नो चेत् तत्र शुद्धजले तत्र गन्धः नास्ति, नास्ति. इदानीं तत्र अन्यानि द्रव्याणि स्वीकुर्मः, तत्र जलं, तदनन्तरं तत्र किं किम् अस्ति, जलम्, आकाशवायु, आकाशे अपि नास्ति, काले नास्ति, दिशि नास्ति, आत्मनि नास्ति, मनसि, मनः, मनसि नास्ति, नास्ति, आत्मनि अपि नास्ति, वायुः, वायुः अपि नास्ति, वायुः केवलं वहति, गन्धं वहति, परन्तु वायुः संयोग, वायुः नास्ति महोदय. समीचीनं, वायुः पार्थिवपदार्थं संयोगरूपेण यदि वहति चेत् तस्मिन् समये गन्धः अस्ति, किन्तु शुद्धवायुः, वायुः तत्र गन्धः नास्ति. तेजसि अपि गन्धः नास्ति, तत्र उष्णं तेजसि अपि नास्ति, तेजसि अपि नास्ति, अतः तत्र केवलं तत्र पृथिव्याम् एव अस्ति गन्धः, पृथिव्यामेव अस्ति तत्र गन्धः इति, तत्र दोष गन्धे दोषत्रयं वर्तते वा? गन्धः पृथिव्यामस्ति, गन्धे गन्धे दोषत्रयं वर्तते वा? नास्ति इति मन्ये महोदय, पृथिव्यामस्ति, अन्य किञ्चित् वस्तुषु नास्ति, अस्ति इति कारणे सम्भवति, असम्भवदोषः अपि नास्ति. हा, पृथिव्याम् अस्ति इति कृत्वा असम्भवः असम्भवः इति दोषः नास्ति, अपि सर्वेषु सर्वेषु पार्थिवपदार्थेषु वर्तते इति कृत्वा अव्याप्तिदोषः नास्ति, अपि इतरेषु पदार्थेषु नास्ति, तेन कारणेन अतिव्याप्तिदोषः अपि नास्ति. अतः तत्र वयं गन्धः इति पृथिव्याः लक्षणम् इति स्वीकर्तुं शक्नुमः. हा, समीचीनं. हा, इति अस्ति. अतः तत्र गन्धवती पृथिवी इति अस्ति इति लक्षणं, लक्षणवाक्यम् अस्ति. समीचीनं, धन्यवादः भगिनी. हा, इदानीं तत्र असम्भवदोषः इति अपि उक्तवन्तः. इदानीं तत्र नित्यत्वादिविभागः, इदा एतावत् वयं किं कृतवन्तः, तत्र पृथिव्याः लक्षणं किम् इति उक्तवन्तः. अग्रे एतादृशमेव तत्र वयं जलस्य लक्षणम् अपि, वायोः लक्षणम्, आकाशस्य लक्षणम्, आत्मनः लक्षणं, तत्र शीतस्पर्शवत्वम् आपः इति तत्र जलस्य लक्षणं भवति. एतादृशं तत्र मूलग्रन्थे तर्कसङ्ग्रहे केवलं तत्र लक्षणवाक्यम् अपि तत्र यथा पृथ्वी इति पृथिव्याः लक्षणं दत्तमस्ति, किन्तु पृथिव्याः प्रभेदाः काः के इति दत्तम् अस्ति, नाम द्विविधा अस्ति, नित्या नित्या इति तादृशं तत्र अन्येषां द्रव्याणामपि कृतं. तदनन्तरं तत्र अभावस्य अपि सामान्यस्य अपि लक्षणं तत्र अग्रे भवति. अस्तु, अतः तत्र एतावत् वयं किं पठितवन्तः, तत्र लक्षणम् इति यत् स्वीकुर्मः, तद् लक्षणं तद् तं पदार्थं स्वीकृत्य परीक्षां यदि कुर्मः, परीक्षा कीदृशी नाम दोषः अस्ति वा इति परीक्षा भवति. तत्र अव्याप्तिदोषः अस्ति वा, अस्ति चेत् लक्षणं नास्ति, अतिव्याप्तिदोषः अस्ति चेत् अपि लक्षणं नास्ति, असम्भवदोषः अस्ति चेत् अपि लक्षणं नास्ति. किन्तु अतः यदि दोषत्रयं नास्ति तदा लक्षणम् इति वक्तुं शक्नुमः. भवति, अस्तु, तर्हि एतावदेव. एतावत् वयं बहु किमपि पठितवन्तः, सर्वं समीचीनम् अस्ति. अत्र अग्रे तत्र नित्यत्वादिविभागः इति भवति अग्रे. तदनन्तरं तत्र विशेषणविशेष्यभावः, तस्मिन् विषये तत्र दीर्घकरपत्रं यदासि तद् अग्रे किञ्चित् अग्रे पठामः. अस्तु, तर्हि विरमामः. तर्हि सर्वेभ्यो नमः, सर्वेषां नमस्कारः. धन्यवादः महोदय. धन्यवादः. अग्रिमे धन्यवादः. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. नमस्कारः. धन्यवादः भगिनी. नमस्कारः.